सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. परिचितं सुभाषितं शृणुमः. भगिनी स्मारयतु. ॐ विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यस्य सुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवस विद्याराजसुपूज्यते न तु धनं विद्याविहीन पशुः. गुरुभ्यो नमः. धन्यवादाः भगिनी. द्वितीया विभक्तिः इति विषयम् अवलम्ब्य बहवः अभ्यासाः समापिताः. तं विषयम् आधारीकृत्य या कथा वर्तते सा कथा न समापिता, कथा प्रवर्तमाना अस्ति, कथायाः अवशिष्टभागः अस्ति. अद्य अवशिष्टभागं परिसमाप्य अग्रिमान् विषयान् चर्चयाम. कथायाः शीर्षकमस्ति गीतोपदेशप्रसङ्गः. तदा श्रीकृष्णः अर्जुनस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान् इति वाक्यात् आरभ्य कथायाः परिशीलनं कुर्मः. इदानीं पुस्तकं पश्यन्तु. भूमा भगिनी आरम्भं करोतु. तदा श्रीकृष्णः तस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्. तदा यदा अर्जुनः बाणं धनुं च विसृज्य रथे उपविष्टवान् तदा श्रीकृष्णः तस्य अज्ञाननिवारणार्थम् उपदेशं कृतवान्. श्रीकृष्णः अकारान्त पुल्लिङ्गः प्रथमाविभक्ति एकवचनं, तस्य तत् शब्दस्य षष्ठीविभक्ति एकवचनम्. अज्ञाननिवारणार्थम् अज्ञानस्य निवारणाय चतुर्थी तत्पुरुषसमासः. गीतोपदेशं, गीतायाः उपदेशं गीतोपदेशम्. गीतोपदेशं देशः गीतोपदेशं द्वितीया विभक्ति कृतवान् तवत् प्रत्ययः. प्रथमाविभक्ति एकवचनं पुल्लिङ्गे अस्ति कृतवान्. कृतवती स्त्रीलिङ्गं, कृतवत् प्रातिपदिकं, कृतवती नपुंसकलिङ्गमपि. कृ धातु डुक्रन् डुक्रेञ्ज् सकर्मक धातु अस्ति, कर्मपदं स्वीकरोति. सो गीतोपदेशं द्वितीया विभक्ति अस्ति कर्मपदं. तदा इति उक्तमस्ति खलु, तदा इत्युक्ते तस्मिन् काले श्रीकृष्णः इति समस्तपदमिति मन्ये. श्रीसहितः कृष्णः, श्रीयुतः कृष्णः इति वक्तुं शक्यते. एवं वदामश्चेत् मध्यमपदलोपि कर्मधारयः भवितुं शक्नोति. आहत्य तत्पुरुषसमासः एव. तस्य रूपाणि वदतु, केवलं षष्ट्यन्तानि. तस्य, तयोः, तेषां. पुंलिङ्गे द्वितीया विभक्तिपर्यन्तं वदतु. सः तौ ते, तं तौ तान्. उत्तमम्. अज्ञानं जनति वा? नै तत्पुरुषसमासः वा? ज्ञानं विना, ज्ञानं यस्य नास्ति. ज्ञानं यस्य नास्ति, तदेव न ज्ञानम् अज्ञानं, तत्र नै तत्पुरुषसमासः अस्ति. ज्ञानम् इति कीदृशं पदं? ज्ञा धातुतः उत्पन्नः तद्धित. तद्धित इत्युक्ते प्रातिपदिकात् प्रत्ययस्य योजनेन तद्धितान्तं रूपं सिद्ध्यति. किन्तु अत्र धातुतः वदतु महोदय. युट् प्रत्ययः योजनेन अज्ञान अज्ञानं ज्ञा धातोः ल्युट् प्रत्ययः योजनेन ज्ञानम् इति भवति, न ज्ञानम् अज्ञानम् इति. ज्ञाधातोः लटि रूपाणि वदतु. ज्ञाधातु जानाति, जानीतः, जानन्ति. उत्तमम्. अपि च उभयपदी धातुः जानीते रूपमपि अस्ति, आत्मनेपदीरूपमपि अस्ति. अज्ञानस्य निवारणम् अत्र समस्तपदं कृत्वा लिखितम् अस्ति. अज्ञानस्य निवारणम् इति कथनेन निवारणं कीदृशं पदं? सुन्दरमहोदय वदतु. अज्ञानस्य निवारणम् इति षष्ठी तत्पुरुषसमासः. अज्ञानस्य निवारणं निपूर्वक वृ धातोः युडन्तप्रत्ययः योजनेन निवारणम् इति पदं भवति. अज्ञानस्य निवारणम् अज्ञाननिवारणं तदर्थम् अथवा यस्य चतुर्थी विभक्ति तदर्थम् इति षष्टि चतुर्थी विभक्ति भवति चतुर्थी विभक्तिरूपं निवारणाय वा निवारणार्थं वा निवारणं ल्युडन्तरूपमेव णिच्यपि अस्ति निवारयति वृधातोः रूपमेव वारि वृधातुतः वारि कथमायाति णिच् योजनेन वार् वार् पूर्व वृ वार् वृ णिच् योजनेन वारै वृ वार् भवति कथम् अचोणिति अस्ति खलु अचोणिति इति रूपेण वृ वार् भवति तत्र उरेन्द्रपरः अपि कार्यं करोति वा करोति करोति एव उरेन्द्रपरः इति सूत्रेण वृ वार् भवति वार् पूर्व वार् वार् योजनेन ई योजनेन णिजन्तरूप णिच् शब्दस्य हलन्त्यमिति सूत्रेण चकारः अपगच्छति यथा भवता उक्तं वृ धातुः अस्ति वृ धातुतः णिच् योजनेन अचोणिति अयं धातुः अजन्तधातुः वृ ऋकारान्तधातुः ऋकारान्तधातुः अस्ति इति कारणतः अचोणिति इति सूत्रेण वृद्धिः भूत्वा वृ वार् भवति वार्योग ई इति अणिच् इत्यस्मात् आगतं वारि इति नूतनधातुः णिच् योजितम् अस्ति निजन्तसहितं ल्युडन्तम् इति वक्तव्यमस्ति अपि च अत्र समासद्वयं वर्तते षष्ठीतत्पुरुषगर्भ चतुर्थीतत्पुरुषसमासः इति वक्तव्यमस्ति खलु अज्ञानस्य निवारणं निवारणम् इति पदं ल्युडन्तमस्ति अथवा कृदन्तमस्ति कृदन्तमस्ति इति कारणतः कर्तृकर्मणोः कृति इति एकं सूत्रमस्ति कर्तृकर्मणोः कृति इति सूत्रेण अत्र ल्युडन्तपदं कृदन्तमस्ति इति कारणतः पूर्वपदस्य षष्टिविभक्तिः भवति अज्ञानस्य निवारणं तदर्थम् इति अत्र चतुर्थी तदर्थार्थबलिः सुखरक्षितैः तेन सूत्रेण चतुर्थी तत्पुरुषसमासः भवति कृतवान् भवान् वदतु त्रिषु लिङ्गेषु रूपाणि कथं सम्भवन्ति कृतवान् कृतवन्तौ कृतवन्तः कृतवन्तं कृतवन्तौ कृतवतः कृतवता कृतवते कृतवतः कृतवतः कृतवती इति रूपाणि भवन्ति सप्त विभक्तिरूपाणि भवन्ति कृतवती कृतवत्यौ कृतवत्यः कृतवतीं कृतवती कृतवत्यौ कृतवत्यः कृतवतीं कृतवत्यौ कृतवत्यः कृतवता वा नदी शब्दवत् नद्या कृतवत्या कृतवत्यै कृतवत्यै कृत नदी नद्यै नद्योः नद्याः ओके कृतवत्याः कृतवत्याः एवं कृतवत्याम् इति रूपाणि भवन्ति सप्त विभक्तिषु रूपाणि भवन्ति अपि च नपुंसकलिङ्गे अपि सम्भवन्ति द्वितीयविभक्ति बहुवचनरूपं कृतवतीः इति भवति न उत्तमं कृतवतीः भवति नदीः इव कृतवान् इति पदमस्ति तस्मिन् स्थाने तिङन्तपदं योजयामश्चेत् अकरोत् इति अपि साधु श्रीकृष्णः किम् अकरोत् गीतोपदेशम् अकरोत् गीताम् उपदिष्टवान् इत्यपि साधु गीतायाः उपदेशं कृतवान् गीताम् उपदिष्टवान् इति रूपाणि साधु भवन्ति एकम् अन्यत् पदम् उपादिशत् इत्यपि साधु उप उपसर्गपूर्वकः दिश् धातोः लङ् रूपम् उपादिशत् इत्यपि वक्तुं शक्यते निवारणम् इत्युक्ते निषेधयितुम् आहत्य वार्ता का अज्ञानस्य निवारणार्थं गीतोपदेशः कृतः रोहिणी भगिनी भवती पठतु अग्रे किं लिखितम् अर्जुन त्वम् अचिन्तनीयान् अचिन्तनीयान् विषयान् मा चिन्तय अर्जुन इति सम्बोधन त्वं युष्मशब्दस्य प्रथमाविभक्ति एकवचनम् अचिन्तनीयान् चिन्तनीयशब्दस्य द्वितीयविभक्ति बहुवचनं चिन्तनीयाः इति प्रथमा विभक्तौ न चिन्तनीयः अचिन्तनीयः नञ् तत्पुरुष इति नञ् समासः विषय शब्दस्य द्वितीयविभक्ति बहुवचनं विषयान् मा चिन्तया मा इति निवारणार्थं न चिन्तनीयम् इति अर्थं मा चिन्तया इति लोट्लकारः चिन्तया उत्तमम् उक्तवान् प्रसङ्गे वक्तुमिच्छति वा उक्तवान् वच् धातुः तगद प्रत्ययः चकारस्य कुत्तं भवति उक्तवान् इति रूपं सिद्ध्यति उत्तमं वच् धातुः अस्ति वच् धातुतः सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आयाति पश्चात् चोहुकुः इति सूत्रेण चकारस्य स्थाने ककारः आगतः उक्तवत् इति प्रातिपदिकं पुंलिङ्गे उक्तवान् इदं कृदन्तपदं वचिस्वपि इति उत्तमं वचिस्वपि यजादीनां खिति इति सूत्रेण सम्प्रसारणकार्यम् अत्र सः उक्तवान् सः भगवान् कृष्णः अत्र कृदन्तपदं तिङ्गन्तपदम् इव कार्यं करोति अचिन्तनीयः इति पुंलिङ्गपदम् अस्ति तस्मिन् प्रसङ्गे इतोपि वदतु किं किम् अस्ति तत्र न चिन्तनीयः अचिन्तनीयः चिन्ता मास्तु अन्यर् प्रत्ययः अत्र योजितः इतोपि वदतु चिन्त धातोः अनियर् प्रत्ययः योजनेन चिन्तनीयः इति रूपं सिद्ध्यति न चिन्तनीयः अचिन्तनीयः चिन्तितव्यः तव्यरूपे योजनेन चिन्तितव्यः इत्यपि रूपं भवति समानमेव अर्थं भवति चिन्त्यः इति अपि अस्ति चिन्त्यः चिन्त्यः चिन्तितव्यः चिन्तनीयः इमानि पदानि समानार्थकानि गोमती भगिनी अत्र चिन्तनीयः प्रसङ्गे इतोपि किञ्चित् वदतु तव्यतव्यानियः यदि सूत्रेण अनियर् प्रत्ययः प्रत्ययस्य विधानं चिन्तनीय किं चिन्ता मास्तु अत्र केवलं किं वक्तुमिच्छामि वदतु उत्तमम् इदित् धातुः अस्ति अयं धातुः रोहिणी भगिनी वदतु तस्य इदितन्नं धातोः इति सूत्रेण नकारः आगच्छति चिन्त भवति तस्मात् अनियप्रत्ययः चिन्तनीयः उत्तमम् अत्र यथा भगिनी उक्तवती अनियर् इति कथनेन अन्ते रेफः अस्ति सः रेफः हलन्त्यमित्यनेन अपगच्छति अनीय इति रूपमेव अवशिष्यते लौकिकधातुः चिन्त अस्ति किन्तु धातुः इदित् इकारः अनुनासिकः इत् संज्ञकः उपदेशजनुनासिक इत्यनेन अपि च इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इति सूत्रेण मध्येऽनुमागमः भूत्वा चित्यौ इत्यस्य रूपं चिन्त् भवति चिन्त्ययोगः अनीय चिन्तनीय इति प्रातिपदिकं किन्तु अनियर् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति विषयः चिन्तनीयः विषयः अचिन्तनीयः इति भगिनी त्रिषु लिङ्गेषु वाक्यानि वक्तुमिच्छति वा चिन्तनीयः चिन्तनीयं चिन्तनीया तद्विषयं चिन्तनीयः चिन्तनीयमस्ति अत्र विशेषणविशेष्यभावः अस्ति खलु एषा कथा चिन्तनीया इति कथा चिन्तनीया उत्तमम् विषयः चिन्तनीयः कथा चिन्तनीया नपुंसकलिङ्गे नपुंसकलिङ्गे एतत् करणम् एतत् एतत् कारणं चिन्तनीयं कर्तव्यं चिन्तनीयं कर्तव्यं चिन्तनीयम् उत्तमं महोदय अत्र तु विषयः अचिन्तनीयः रोहिणी भगिनी वदतु विषयः इति पदस्य रूपाणि तृतीयाविभक्तिपर्यन्तं वदतु विषयः विषयो विषयाः विषयं विषयो विषयान् विषयेण भवति इति चिन्तयामि विषयेण विषयाभ्यां विषयैः तृतीया विभक्ति एकवचने अपि च षष्ठी विभक्ति बहुवचने वदतु नकारस्य नत्वं भवति षकारनिमित्तम् षकारः निमित्तम् अस्ति इति कारणतः वदतु तस्मात् नकारस्य नत्वं भवति अत्र व्यवायेपि इति सूत्रेण अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण अणत्वं भवति उत्तमं तदेव रसाभ्यां नो नः इति सूत्रे सूत्रमपि अत्र आगच्छति किल रसाभ्यां नो नः इति सूत्रेण रसाभ्यां नो नः समानपदे इति सूत्रमस्ति अट्कुप् वाङ्नुं व्यवायेपि सूत्रमस्ति विशेषतया अस्मिन् प्रसङ्गे तस्य प्रसक्तिः अस्ति किमर्थमस्ति शोभा भगिनी इतोपि विवृणोतु तत्र रसाभ्यां नूणः इत्यस्मिन् रः शः आभ्यां नः णः इति भवति तत्र रेफस्य अथवा शकारस्य साक्षात् प्राक् क्षम्यतां नकारस्य साक्षात् प्राक् रेपः अथवा शकारः अस्ति चेत् यथा कृष्णः इति प्राक् इति वदामः वा परम् इति पूर्वं पूर्वं प्राक् इति पूर्वम् इति वत् इति चिन्तितवती नास्ति वा भगिनि प्राक् इत्युक्ते पूर्वं नकारात् पूर्वं साधु वदतु अस्ति चेत् तदा नकारात् प्राक् अपि शुद्धम् एव न भगिनि पञ्चमी विभक्तेः आवश्यकता अस्ति नकारात् प्राक् वदतु तर्हि तदा रसाभ्यां नूणः इत्यस्य प्रसक्तिः यदि नकारात् प्राक् किमपि अन्यः वर्णः अस्ति किं तत्र निमित्तिनोः मध्ये अन्याः वर्णाः आगच्छन्ति चेत् तदा अट्कुप् वाङ् नुम् व्यवायेपि इति सूत्रं द्रष्टव्यं किमर्थं चेत् एतस्मिन् सूत्रे कानि यानि तत्र के वर्णाः भवन्ति चेत् तत्र क्लेशः न भवति बाधा न भवति इति उक्तम् अतः तत्र अट् प्रत्याहारस्थवर्णाः अपि च कु अपि पु कवर्गीयवर्णाः पवर्गीयवर्णाः अपि च आङ् इति उपसर्गः अट् कुप् वाङ् नुम् इत्यस्य प्रसक्तिः अस्ति चेत् व्यवायेपि एतेषां किं तत्र एतेषां वर्णानां प्राप्तिः अस्ति चेत् तत्र तदापि बाधा न भवति नो चेत् तत्र णत्वं भवितुं नार्हति इति अतः तत्र निमित्तिनोर्मध्ये वर्णः किम् अस्ति इति दृष्ट्वा सूत्रस्य प्रसक्तिः प्राप्तिः भवति उत्तमं साक्षात् अनन्तरम् इति भगिनी उक्तवती स एव मुख्यविषयः रेफ दन्त्यनकारयोः मध्ये अन्ये वर्णाः सन्ति चेत् अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण प्रणत्वं भवति एकस्मिन्नेव पदे तादृशी स्थितिः अस्ति चेत् भिन्नसूत्रेण णत्वकार्यं भवति पूर्ण जीर्ण कीर्ण गीर्ण इत्यादिषु पदेषु रेफस्य साक्षात् अनन्तरम् अथवा कृष्ण इत्यत्र षकारस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति इति कारणतः षकारस्य प्रभावेण तत्र णत्वं भवति साक्षात् अनन्तरम् अस्ति चेदेव वर्षाभ्यां नोणः समानपदे इति सूत्रेण णत्वं भवति किन्तु विषयेण इत्यत्र विवृणुतु विषयेण तत्र विषयेण विष तदनन्तरम् अकारः अनन्तरं यकारः अनन्तरम् एकारः तदनन्तरं नकारः तर्हि तत्र निमित्तिनोर्मध्ये अकार यकार एकार इति त्रयवर्णाः अतः तत्र साक्षात् प्राक् अथवा षकारस्य साक्षात् अनन्तरं नकारः नास्ति मध्ये वर्णाः सन्ति अतः तत्र अट्कुप् वाङ्नुं व्यवायेपि इत्यस्य प्रसक्तिः अपि च तत्र अकार यकार एकार तस्मिन् सूत्रे अस्ति सूत्रे किं तेषां बाधा तेषु बाधा नास्ति इति दत्तम् अतः तत्र एतेन सूत्रेण णत्वं भवति उत्तमं तदेव अत्र अचिन्तनीयः विषयः इति उक्तमस्ति द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति विशेषणविशेष्यभावः इत्युक्ते किं भवती वक्तुमिच्छति वा आं भगिनि तत्र विशेष्यविशेषणभावम् इत्युक्ते विशेषणं विशेष्य इत्यस्मिन् एव अस्ति इति वक्तुं शक्नुमः. विषयः इति तत्र विशेष्यं कीदृशः विषयः इत्यस्य उत्तरं भवति अचिन्तनीयः विषयः. तत्र क्षमतां, विषयान् इति द्वितीया बहुवचने अस्ति. कीदृशानि विषयानि कीदृशाः विषयाः इत्युक्ते अचिन्तनीयः विषयाः इति भवति. अतः तत्र विशेषविशेषणम् इति भवति. इत्युक्ते तत्र विषयान् इत्यस्मिन् एव तस्य प्रसक्तिः भवनीयम् इति किल भगिनि? तदेव, अत्र विशेष्यं विषयः, अचिन्तनीयः इति विशेषणमस्ति. द्वयोर्मध्ये अभेदसम्बन्धः अस्ति. अत्र विषयः अचिन्तनीयः, विषयः कीदृशः, अचिन्तनीयः, द्वयोर्मध्ये अभेदसम्बन्धः, तादृशसम्बन्धः अस्ति चेत् विशेषणविशेष्यभावः अस्ति इति वक्तुं शक्यते. एकः प्रश्नः, अभेद इत्युक्ते भेदः किमर्थे नास्ति इति भवति तत्र भगिनि? विषये, तस्मिन् विषये अचिन्तनीयता अस्ति अथवा अचिन्तनीयत्वम् अस्ति, द्वयोर्मध्ये अभेदसम्बन्धः अस्ति. इतोपि किं वक्तुं शक्यते? अर्थे भेदः नास्ति इति वा? न, अर्थः न, किन्तु विशेषणविशेष्यभावम् अवगन्तुं सुन्दरबालकः वदतु. बालके एव सुन्दरता अथवा सौन्दर्यम् अस्ति इति. इत्युक्ते तत्र अधिकरणमस्ति बालकः, बालके सुन्दरत्वम् अस्ति. सुन्दरः कः? सुन्दरः एव बालकः, बालके सुन्दरत्वम् अस्ति. तादृशरीत्या अत्रापि वक्तव्यं भवति. अस्तु भगिनि. अपि च चिन्तया इति पदमस्ति. चिन्तया इति लोट्लकारः, मध्यमपुरुष, एकवचनम् अस्ति. नवरूपाणि एकवारं वदामः. का वक्तुमिच्छति अत्र? गीताञ्जलि भगिनी, भवती वदति वा? चिन्तय रूपाणि नवरूपाणि. चिन्तया इत्युक्ते नवरूपाणि इत्युक्ते चिन्तयति भगिनि. लोट्लकाररूपाणि खलु? लोट्, अस्तु अस्तु. चिन्तयतु, चिन्तयतां, चिन्तयन्तु, चिन्तय, चिन्तयतं, चिन्तयत, चिन्तयानि, चिन्तया वा, चिन्तयामः, चिन्तयाम, क्षम्यतां भगिनि. तत्र भेदः अस्ति खलु? लट् रूपाणि पश्यामश्चेत् चिन्तयावः, चिन्तयामः, किन्तु लोट् विसर्ग नास्ति. चिन्तयानि, चिन्तयाव, चिन्तयाम इति रूपाणि भवन्ति. अपि च अनियर् प्रत्ययान्तरूपाणि पश्यामश्चेत् अनियर् प्रत्ययान्तरूपेषु रेफः अस्ति चेत् णत्वयुक्तं रूपं सम्भवति. चिन्तनीय इत्यत्र निमित्तं नास्ति इति कारणतः णत्वं न भवति, किन्तु करणीयं, तत्र रेफः निमित्तमस्ति इति कारणतः णत्वं भवति. यथा ल्युडन्तप्रसङ्गे निमित्तमस्ति चेत् दन्त्यनकारस्य णत्वं भवति, एवमेव अनियर् प्रत्ययान्तरूपेषु अपि निमित्तमस्ति चेत् णत्वं लेखनीयम् एव, णत्वं सम्भवति एव. रेफः अथवा षकारः निमित्तमस्ति चेत् तत्र णत्वं भवति. अपि च चिन्त धातोः क्त्वान्तरूपं चिन्तयित्वा ल्यबन्तरूपं विचिन्त्य, विचिन्त्य वदतु इति वदामः. अपि च ल्युडन्तमस्ति चिन्तनं, चिन्तयितुं शक्यते तुमन्नन्तं रूपम्. कृष्णः किं वदति? त्वम् अचिन्तनीयान् विषयान् मा चिन्तय. अत्र प्रसङ्गः कः? कोऽपि वक्तुमिच्छति वा? एकः श्लोकः अस्ति गीतायाम्, असोच्यान् अन्वशोचस्त्वं वदतु गोमती भगिनी, वदतु. अशोच्यान् अन्यशोच्य प्रज्ञावादांश्च भाषते इति. भाषते, अहं वदामि भगिनि. अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे, गतासून गतासूंश्च नानुशोचन्ति पण्डिताः. दृष्ट्वा पठितवती भगिनि, चिन्ता मास्तु. असोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे, त्वं भाषसे गतासून् अगतासूंश्च. तत्र गतासून् इति द्वितीयान्तं पदम्, अगतासूंश्च अपि द्वितीयान्तं पदमस्ति तस्मिन् श्लोके. भवती उक्तवती एव गते वर्गे, अगतासूश्च इति लिखामश्चेत् तत्र बहूनि सन्धिकार्याणि भवन्ति. कांश्चित् इति रूपं लेखितुमिच्छामश्चेत् अनुस्वारसहितं रूपम् एकं रूपं सम्भवति, अनुनासिक अकारयुक्तं रूपम् अपि सम्भवति. अगतासूश्च इति श्लोके दत्तमस्ति. तत्र नश्चव्यप्रशान् इति सत्त्वसन्धेः सूत्रमस्ति. आहत्य विषयः कः? पण्डिताः गतासून् अगतासूञ्च न अनुशोचन्ति, शोकं न कुर्वन्ति पण्डिताः. त्वमपि शोकं मा कुरु. न अनुशोचन्ति पण्डिताः कस्मिन् प्रसङ्गे? गतासूञ्च अगतासूञ्च. गतासुः इति पदमस्ति खलु, गताशुः, तत्र बहुव्रीहिसमासः अस्ति. असुः इत्युक्ते प्राणाः, गताशुः इत्युक्ते गताः असवः येभ्यः, ते येभ्यः प्राणाः गताः, अथवा गताः असवः येभ्यः ते इति गतासुः बहुव्रीहिसमासयुक्तं पदम् अस्ति. गतासून् इति कर्मपदमस्ति. पण्डिताः गतासून् अगतासूञ्च न अनुशोचन्ति. गीताञ्जलि भगिनी भवती एव पठतु, अग्रे किं लिखितं? क्षम्यतां भगिनी, कुत्र अस्ति वाक्यमस्ति पण्डिताः गतासून् अगतासूञ्च न अनुशोचन्ति, तत्र वदतु कथायाम्. अस्तु, गतासून् अगतासूञ्च इत्युक्ते गीतोपदेशप्रसङ्ग इति कथा भगिनी, क्षम्यतां भगिनी, गतवती वदामि भगिनि. पण्डिताः गतासून् अगतासूञ्च न अनुशोचन्ति इत्युक्ते पण्डिताः तु कर्तृपदं बहुवचनं, पण्डिताः न अनुशोचन्ति. पण्डित इति आकारान्त प्रथमविभक्ति बहुवचनं, कर्तृपदं न अनुशोचन्ति. शुच् धातुतः आयाति शोचन्ति तु बहुवचनरूपं प्रथम पुरुष, अनु इति उपसर्ग अस्ति, न अनु शोचन्ति, अनु इति उपसर्ग इत्युक्ते पश्चात् इत्युक्ते न, अत्र तु न अनुशोचन्ति. गतासून् अगतासूञ्च इत्युक्ते कीदृशपण्डिताः, ये पण्डिताः गतासून् इत्युक्ते ये अधुना नास्ति इत्युक्ते ते गतः पण्डितः गतः. न भगिनी, पण्डिताः न अनुशोचन्ति इति वाक्यं, पण्डिताः किं न अनुशोचन्ति इत्युक्ते ते अचिन्तनीयं अचिन्तनीयान् विषयान् न अनुशोचन्ति इति इत्युक्ते ये ये विषयान् मा चिन्तयतु इति अनुशोचन्ति. भूमा भगिनी वदतु. गतासून् अगतासून् च न अनुशोचन्ति. अस्मिन् वाक्ये गतासून् अगतासून् च इति पदद्वयं कर्मपदम् अस्ति. पण्डिताः न अनुशोचन्ति, अनुशोचन्ति सुच् धातोः रूपमेव शोचति, भगिनी उक्तवती एव, भुवादिगणे अस्ति इति कारणतः पुगन्तलघूपधस्य च इति सूत्रेण सुच् शोच् भवति. पुगन्तलघूपधस्य च सूत्रेण गुणकार्यं भूत्वा सुच् शोच् भवति, शोचति इति रूपं भवति. पण्डिताः शोकं न कुर्वन्ति, कस्मिन् विषये, कस्मिन् विषये शोकं न कुर्वन्ति पण्डिताः? येषां ज्ञानमस्ति गतासून् विषये, अगतासून् विषये. उत्तमं. मृतेषु जीवत्सु, मृतजनानां प्रसङ्गे शोकं न कुर्वन्ति. गतासुः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. गतासुः अगतासुः इति समस्तपदद्वयम् अस्ति. गतासुः इति बहुव्रीहिसमासयुक्तं पदम्. अगतासुः इत्यत्र न केवलं बहुव्रीहिः, नैबहुव्रीहिः इति वक्तव्यमस्ति. असुः इति पदं गुरुशब्दवत् उकारान्त पुंलिङ्गपदम्. गीताञ्जलि भगिनी, असुः इत्यस्य रूपाणि वदतु. असुः पुंलिङ्गमस्ति भगिनी. असुः असुः असू असवः पुल्लिङ्ग अस्ति भगिनि पुंलिङ्गे अस्ति साधु गुरुशब्दवत् रूपाणि वक्तव्यानि गुरुवत् हा गुरुवत् इति मन्ये असुः तु गुरुः गुरुः गुरू गुरवः न गुरौ गुरवः इति न सो असुः असौ असवः वा भगिनि गुरुः गुरू गुरवः गुरुः गुरू गुरवः असुः असू असवः असुम् असू गुरून् असून् उत्तमं तदेव अत्र लिखितमस्ति असून् हा असून् अस्तु अवगतम् गताः असवः येभ्यः ते इति विग्रहवाक्यं वक्तव्यं भवति बहुव्रीहिसमासयुक्तं पदं गतासुः अगतासुः तत्र नै बहुव्रीहिसमासः अस्ति किन्तु श्लोके किं दत्तमस्ति गतासूंश्च अगतासूंश्च इति तत्र सन्धिकार्यं कृत्वा लिखितमस्ति किन्तु अत्र वाक्यरूपेण लिखितमस्ति श्लोके तु गतासून् अगतासूंश्च इति लिखितमस्ति तस्मिन् प्रसङ्गे तत्र सत्त्वसन्धिकार्यं नश्चव्यप्रशान् अपि च बहूनि सूत्राणि तत्र आवश्यकानि श्लोकस्य प्रसङ्गे वदन्ती अस्मि अपि च त्वमपि शोकं मा कुरु इति लिखितमस्ति सुच् धातोः रूपमेव शोकः घञन्तरूपमस्ति अत्र कर्मपदं दत्तमस्ति शोकं मा कुरु कृ धातुः सकर्मकः अतः कर्मपदं सम्भवति आहत्य अत्र विषयः कः विवेकिनः मृतेषु जीवत्सु शोकं न कुर्वन्ति इति तत्र वार्ता कुरु इति लोट्लकाररूपं दत्तमस्ति रूपाणि सुन्दरमहोदय भवान् वदतु कुरु कुरु क्रियतां करोतु करोतु कुरुतां कुर्वन्तु कुरु सोरि कुरु कुर्वतं कुर्वत कुरु कुरुतं कुरुत कुरुतं कुरुत कुरु कुरुतं कुरुत करो अहं करोमि ओके करोमि करोमि करवाणि करवाणि करवा करवावः कुर्वः कुर्मः करवाणि कुर्वः कुर्मः तदेव किल न सूर्यकुमारी भगिनी वदतु करवाणि करवाव करवाम पुनः एकवारं स्मारयतु सर्वाणि रूपाणि करोतु कुरुतं कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम करवाणि तत्र णत्वं किमर्थम् रेफ अस्ति अटुकुपुवाङ्नुं व्यायेपि सूत्रं प्रसक्त अस्ति उत्तमं करवाणि लोट्लकार उत्तमपुरुष एकवचनं करवाणि करवाव करवाम भवती पठतु अग्रे किं लिखितं त्वमपि शोकं मा कुरु एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि एतान् गतासु एतान् सर्वान् एते जनाः अहमेव पूर्वं मारितवान् अस्मि कृष्णः श्रीकृष्णः वदति कर्मपदम् एताम् एतत् शब्दस्य द्वितीयविभक्तबहुवचनं सर्वान् सर्वशब्दस्य द्वितीयबहुवचनं कर्मपदम् अहमेव अहम् अस्मत्शब्दस्य प्रथमा विभक्ति अहम् एव अव्ययं पूर्वम् अपि अव्ययं मारितवान् तवत् प्रत्यय एकवचनं मारितवान् मारितवान् प्रसङ्गे इतोपि वदतु मृतन्तपदं भगिनि इमानि पदानि कृदन्तानि इत्युक्ते धातुतः निर्मितानि पदानि मृ धातुः अस्ति मृ धातोः आणिजन्त लट्लकाररूपं म्रियते किन्तु मृ धातुतः णिच् योजनेन मारि नूतनधातुः निर्माणं भवति वदतु मारि मारियोगः तवत् मारितवान् एकवचनम् पुंलिङ्गे तवत् रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति इति कारणतः अत्र पुंलिङ्गे दत्तमस्ति मारितवान् इति पुंलिङ्गे रूपमस्ति अहं मारितवान् अस्मिन् वाक्ये न केवलं कृदन्तपदं तिङन्तपदमपि योजितमस्ति अहमेव पूर्वं मारितवान् अस्मि अत्र अहम् इत्यस्य विशेषणमेव मारितवान् अत्र णिजन्तयुक्तं क्तवत् रूपं णिजन्तयुक्तम् आम् धातुः मृ ऋकारान्तधातुः लौकिकधातुः ऋकारान्तधातुः किन्तु णिजन्तधातुः मारि अत्रापि उरण्डपरः सूत्रम् आगच्छति किल मृ मार् भवति तत्र अचोणिति इति सूत्रेण मृ मार् भवति अकारस्य वृद्धिः भूत्वा आकारः सिद्ध्यति अस्मि इति रूपम् अस्ति तस्य रूपाणि वदतु अस् धातुः भवति अस्ति अस्ति स्तः सन्ति असि स्थः स्तः स्थ अस्मि स्वः स्मः स्वः स्मः उत्तमम् अस्मि स्वः स्मः अस्मि इति रूपं साधयितुम् इच्छामः धातुः अस् अस्ति अत्र किं करणीयम् अस् अस्ति मित् मूलप्रत्ययः मिप् अस्ति मित् अस्ति मिप् मिप् मिप् तिप् सिप् किं वदामः तिप् तस् झि सिप् तस् था मिप् वस् मस् मिप् इति उत्तमपुरुष एकवचनप्रत्ययः मिप् अस्ति अत्र धातुः अस् अस्ति अत्र कार्यं किं वर्णमेलनमेव उत्तमं वर्णमेलनम् एव अस् योगः मि पकारः इति संज्ञकः मिप् इत्यत्र हलन्तीम् इत्यनेन अपगच्छति मि एव तत्र तिष्ठति अयं धातुः अदादिगणे अस्ति मध्ये विकरणप्रत्ययस्य लुक् भवति अस् योगः मि अस्मि तावदेव अदादिगणीयः अग्रे करोतु त्वं निमित्तं निमित्तमात्रं भव त्वम् अर्जुनं निमित्तमात्रं भव निमित्तमात्रम् अव्ययं भगिनि निमित्तमात्रम् इत्यत्र निमित्तम् एव इति वक्तव्यमस्ति तत्र तत्पुरुषसमासः अस्ति समस्तपदमेव निमित्तम् एव इत्युक्ते हेतुमात्रं निमित्तम् इत्युक्ते अत्र हेतुः त्वं हेतुः भव भव उत्तम मध्यमपुरुषे लोट्लकार एकवचनं रूपाणि वदतु भवतु भवतां भवन्तु भव भवतं भवता भवानि भवाव भवाम अत्र पश्यन्तु उत्तमपुरुषे एकवचनं किमस्ति भवानि अहं भवानि इति उत्तमपुरुषरूपम् अस्ति अन्यत् रूपमस्ति अन्यत् रूपमपि अस्ति किल भवतु भवतात् भव भवतात् इति द्वि विकल्पेन रूपद्वयम् अस्ति किल अस्ति उत्तमं तत्र तुह्योस्तातङ्गासीश् अन्यतरस्याम् इति सूत्रं तुह्योस्तातङ्गासीश् अन्यतरस्याम् इति सूत्रमस्ति अन्यतरस्याम् इति कथनेन विकल्पेन रूपद्वयं सिद्ध्यति भवतात् इति रूपमपि भवति अत्र भव इति पदमस्ति खलु सूर्यकुमारी भगिनी भवती एव वदतु भव इति रूपं कथं साधनीयम् भूधातुः भूधातुः भूयोगः हि हि प्रत्ययलोप भवति. किमर्थं भवति? भू भव भवति, अकारान्त अजन्त अदन्तम् अङ्गम् अस्ति चेत् हि लोपो भवति. उत्तमम्. अत्र किं वक्तव्यं? चतुर्षु गणेषु अदन्तम् अङ्गं सिद्ध्यति. तेषु गणेषु, चतुर्षु गणेषु अन्यतमः भुवादिगणः. अयं धातुः भुवादिगणीयप्रथमसदस्यः. अत्र अदन्तम् अङ्गं सिद्ध्यति. भुवादिगणे भूधातोः प्रसङ्गे अङ्गं किं? भव इति अङ्गमस्ति. अत्र भव इति अङ्गं सिद्ध्यति. अङ्गं स्वीकृत्य तस्मात् परं प्रत्ययं योजयामः. अत्र अतो हेः इति सूत्रेण हि प्रत्ययस्य लोपः भवति, लुक् भवति. अदन्तम् अङ्गमस्ति इति कारणतः हि इत्यस्य लुक् भवति. इति कारणतः भव इति रूपमेव सिद्ध्यति. आहत्य त्वं निमित्तमात्रं भव. अग्रे पठतु. कर्मकरणे तव अधिकारः न तु फले. कर्मकरणे एव तव अधिकारः न तु फले. कर्मकरणे तृतीय एकवचनं तव षष्ठी एकवचनम् अधिकारः प्रथमा विभक्तिः एकवचनं. कर्मकरणे इति सप्तमी विभक्तिरूपम् अस्ति. कर्मकरणम् इति प्रथमान्तं पदमस्ति. क्रूधातोः ल्युडन्तरूपमेव करणं. क्रूधातुतः णिचियोजनेन कारणम् इति भवति. कारि इति नूतनधातुः. कारि धातुतः कारणं, किन्तु अत्र क्रूधातोः ल्युडन्तरूपं करणम् अस्ति. कर्मकरणे तव अधिकारः न तु फले. बहु प्रसिद्धं वाक्यम्, उत्तमं वाक्यं. किमर्थम् एवम् उक्तमस्ति? कृष्णः पूर्वमेव मारितवान्. कार्यं कर्तुं कार्यकरणम् एव अधिकारः अस्ति, न तु फलम्. अधिकारः इति उक्तमस्ति. अधिकारः इत्युक्ते किम्? अधिकारः अधि उपसर्गः क्रूधातु. क्रूधातुः. गोमति भगिनी कृपया वदतु, कर्मकरणे तव अधिकारः अस्ति न तु फले, किमर्थम् एवम् उक्तमस्ति? अर्जुनः तु क्षत्रियः अस्ति, तस्य कर्तव्यं जनानां रक्षणं, राज्यस्य परिपालनं. अतः तस्य कर्म भवति शत्रूणां हननम्. अतः कर्मं करोतु, ज्ञाननिष्ठायां तव अधिकारः इदानीं नास्ति, इदानीं तु कर्मणि एव तव अधिकारः अस्ति इति अहं चिन्तयामि भगिनि. रोहिणी भगिनी अस्मिन् प्रसङ्गे किञ्चित् वदतु, किमर्थं भगवता एतदुक्तम्? कर्मणि एव अधिकारः अस्ति, मा फलेषु कदाचन इति श्लोकम् अस्ति. वयं कर्म करोति स्म, परन्तु अत्र फले यद् केनचित् भवति. अधिकारः फले नास्ति, फलं क्रमेण आगच्छति. भगिनी अहं वदामि. वदतु. युद्धक्षेत्रे अर्जुनस्य कर्तव्यम् अस्ति युद्ध करु, नाट् ज्ञानं प्राप्ति. राइट्? सम्यक् भगिनी? साधु. इतोपि वक्तुमिच्छति वा? भगवतः उपदेशः सर्वेषां कृते अस्ति, केवलम् अर्जुनस्य नास्ति इति चिन्तयामि. अर्जुनस्य युद्धं कर्तव्यमेव, परन्तु सर्वेषामपि कर्मकरणे एव अधिकारः अस्ति इति मम चिन्तनं. फलस्य चिन्तनं मा कुरु. भूमा भगिनी वदतु. फलस्य चिन्तनं कृतवान् अस्ति चेत् न भगिनि, क्षम्यतां. भवती जानाति एव. शोभा भगिनी अत्र किं वक्तव्यं, किञ्चित् वदतु. आं भगिनि, मम चिन्तनम् अस्ति तत्र एतत् उपदेशम् अर्जुनस्य कृते एवं न, अस्माकं सर्वेषां कृते अस्ति. तत्र ये केऽपि यत्किमपि सन्दर्भे सर्वदा एतादृशमेव चिन्तनीयम् इति तत्र भगवान् पुनः पुनः वदति गीता उपदेशे वासुदेवं सर्वम् इति चिन्तयन्तु अथवा मामेकं शरणं व्रज इति अपि च उक्तवान् अहं पूर्वम् एव एतत् सर्वं कृतवान् इति कस्मिन्नपि सन्दर्भे अन्वयति अपि च निमित्तमात्रं भव इति अतः तत्र निमित्तमात्रम् एव वयं भवामः इति मन्ये अतः तत्र कर्मणि फलम् इच्छामः चेत् तत्र शरणं न भवति भगवन्तं शरणं न भवति अतः अस्माकं कर्तव्यः तु अस्ति कर्मकरणे अपि च फलं तु सर्वदा भगवन्तः कृपया एव अपि च हा तत्र कर्मणि एव अधिकारः ते मा फलेषु कदाचन इति तु उक्तवान् तत्र हा द्वितीय अध्याये कर्मणि एव अधिकारते मा फलेषु कदाचन मा कर्म फलहेतुः भूः मा ते सङ्गोस्त्व कर्मणि सङ्गः मास्तु सङ्गः इत्युक्ते अटाच्मेण्ट् मास्तु अकर्मणि सङ्गः मास्तु अकर्मणि कर्मस्य अकर्मणि सङ्गः मास्तु अपि च कर्मस्य अधिकारे कर्मस्य फले अपि सङ्गः मास्तु तद् सङ्गः कुत्रापि मास्तु इति कर्मम् एव कुरु इति कर्मशब्दः नकारान्तशब्दः अतः नपुंसक किन्तु तत्र कर्मम् इति न भवति क्षम्यतां कर्म एव कुरु इति तत्र तदेव तत्र शरणं व्रज इति मुख्यविषयः अस्ति इति मन्ये भगिनी तन्निमित्तमात्रं भव शरणं व्रज इति सर्वदा अस्माकमपि एतद् अन्वेति एव कर्मणि एव अस्माकम् अधिकारः अस्ति अधिकारः इत्युक्ते स्वामित्वम् इत्युक्ते कण्ट्रोल् कर्मणि एव अस्माकम् अधिकारः अस्ति न तु फले फलं किमपि भवितुमर्हति इत्युक्ते पासिटिव् अपि भवितुमर्हति नेगेटिव् अपि भवितुमर्हति केवलं कर्मकरणे एव अस्माकं स्वामित्वम् अस्ति अधिकारः इत्युक्ते अत्र कण्ट्रोल् किन्तु फलं किमपि भवितुमर्हति फले अस्माकम् अधिकारः नास्ति अतः सङ्गं त्यक्त्वा इति सङ्गं नास्ति चेत् तदा दुःखः न भवति कर्मण्येव अधिकारस्ते मा फलेषु कदाचन फलेषु अधिकारः नास्ति इतोपि किं वदति मा कर्मफलहेतुः भव माते सङ्गोस्त्व कर्मणि इत्युक्ते अकर्मणि सङ्गः मास्तु इतोपि किं वक्तव्यम् अत्र बिकास् यु डोण्ट् हाव् द कण्ट्रोल् आन् द फल इट् डजण्ट् मीन् दट् डोण्ट् स्टाप् वर्किङ्ग् अकर्मणि सङ्गः मास्तु मेनि पीपल् विल् थिङ्क् लैक् दिस् बिकास् ऐ डोण्ट् हाव् द कण्ट्रोल् आन् द रिसल्ट् ऐ विल् स्टाप् डूयिङ्ग् मै वर्क् इट् वोण्ट् वर्क् दट् वे यु हाव् टु डू युवर् वर्क् रिसल्ट् मे बि पासिटिव् आर् नेगेटिव् वी डोण्ट् हाव् कण्ट्रोल् बिकास् सो मेनि फ्याक्टर्स् आर् इन्वाल्व्ड् इन् द रिसल्ट् डू युवर् जाब् पर्फेक्ट्लि बिकास् यु डोण्ट् हाव् द कण्ट्रोल् आन् द रिसल्ट् इट् डजन्ट् मीन् दट् यु शुड् स्टाप् वर्किङ्ग् That's right. What I understood. Am I right? Right, Bhagini. Yes, yes. We should all always be doing our duty. Kartavya. Bhuma Bhagini, what are you? If we stop the work, you know, then that means we become lazy and tamogunam comes out. The sattvika gunam has to come means we have to be detached. Attachment with detachment. उत्तमं कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भू मा ते सङ्गोस्त्व कर्मणि बहु उत्तमः श्लोकः निमित्तमात्रम् इत्यत्र तत्पुरुषसमासः अस्ति निमित्तम् इति नपुंसकलिङ्गपदमस्ति निमित्तं निमित्तानि इति रूपाणि भवन्ति अपि च निमित्ती इति पदमस्ति चेत् यस्मिन् निमित्तमस्ति सः निमित्ती तत्र नकारान्तपदं सिद्ध्यति प्रातिपदिकं निमित्तिन् अन्यानि पदानि अपि अहं दृष्टवती. निमित्तकृत् इति एकं पदम् अस्ति. निमित्तकृत् इत्युक्ते काकः, निमित्तवित् इत्युक्ते दैवज्ञः. यः निमित्तं वेत्ति सः निमित्तवित्, निमित्तवित् एव दैवज्ञः. निमित्तकृत् निमित्तं करोति इति काकः इति उक्तमस्ति. क्षम्यतां, तत्र भगिनी निमित्तवित् निमित्तं जानाति इति, तत्र दैवज्ञः इत्युक्ते अष्टालचर् इति विद् धातोः रूपमेव वेत्ति अस्ति. एवमेव अन्यानि पदानि, शास्त्रवित्, शास्त्रवित् इत्युक्ते शास्त्रं वेत्ति, शास्त्रज्ञः, शास्त्रज्ञः. उत्तमम्. इमानि पदानि क्विप् प्रत्ययान्तरूपाणि भवन्ति. अपि च अहं पूर्वमपि उक्तवती, केवलं स्मरयामि, वाक्येषु यत्र कुत्रापि न इति पदमस्ति चेत् तस्य अन्वयः सर्वदा क्रियापदेन सह भवति इति अत्र वार्ता. न इति पदम् आदौ अपि भवेत् अथवा अन्ते अपि भवेत्, तथापि क्रियापदेन सह तस्य अन्वयः भवति. अपि च गोमतीभगिनी अग्रिमं वाक्यं करोतु. अतः त्वं फलविषये मा चिन्तय, कर्म कुरु इति. अतः, अतः इति अव्ययपदम्. अस्मात् योगः तसिल् प्रत्ययः अस्ति. त्वं युष्मशब्दस्य द्वितीयविभक्ति एकवचनं. फलविषये, फलानां विषये और् फलस्य विषये, फलविषये अत्र सप्तमी बहु एकवचनं. फलविषयः इति, फलविषया इति प्रातिपदिकं. मा इत्युक्ते न, चिन्तय, चिन्तय पूर्वं दृष्टम् अस्माभिः लोट् रूपं. चिन्तयतु, चिन्तयतात्, चिन्तयतां, चिन्तयन्तु, चिन्तय, चिन्तयतात्, चिन्तयतं, चिन्तयता, चिन्तयानि, चिन्तयाव, चिन्तयाम इति रूपाणि. त्वं चिन्तय, मध्यमपुरुष एकवचनं. कर्म कुरु, कर्म इति नपुंसकपदं. कर्मल्न इति नकारान्तशब्दस्य अत्र द्वितीयविभक्ति एकवचनं. कुरु, कुरु इति कृधातोः डकृण्यधातोः करणे तनादिगणीयधातुः. अत्र मध्यमपुरुष एकवचनं कुरु. करोतु, कुरुतात्, कुरुतां, कुर्वन्तु. कुरु, कुरुतात्, कुरुतं, कुरुत. करवाणि, करवाव, करवाम इति रूपाणि. त्वं कर्म कुरु इति, इति भगवान् वदति. अत्र कर्म इति पदस्य विभक्तिः का? द्वितीयविभक्तिः नपुंसकलिङ्गपदम् अस्ति इति कारणतः द्वितीया विभक्ति एकवचनरूपम् अत्र दत्तमस्ति. क्रूधातुः सकर्मकः. अत्र कर्म इति पदस्य विभक्तिः द्वितीया विभक्तिः. भगिनी उक्तवती किं तनादिगणीयधातुः क्रूधातुः. क्रूधातुतः कुरु इति रूपम् अस्ति. क्रूधातुतः कर् आयाति गुणकार्यं भूत्वा. इतोपि वक्तुमिच्छति वा? कुरु लोट् रूपस्य मध्यमपुरुष एकवचनं. नित्यं नितः इति सूत्रं कार्यं करोति. नित्यं नितः इति सूत्रेण उत्तमपुरुषे, सारि सारि, मध्यमपुरुषे सेर्ह्यपिच्च इति सूत्रं वा भगिनि? सेर्ह्यपिच्च इति सूत्रेण सिप् इति प्रत्ययः अस्ति. सिप् प्रत्ययस्य स्थाने हि आयाति. सेर्ह्यपिच्च इति सूत्रस्य कार्यं सर्वदा भवति, किन्तु अदन्तमङ्गम् अस्ति चेत् अतो हेः इत्यस्य प्रसक्तिः अपि अस्ति. अत्र इतोपि अन्यत् सूत्रम् आवश्यकम्. किमर्थम् इत्युक्ते धातुः क्रु अस्ति. क्रु कर् भवति, किन्तु कुरु इति भवनीयम्. तनादिगणे उ इति विकरणप्रत्ययः अस्ति. आर्धधातुकविकरणप्रत्ययः उ अस्ति. तनादिकृण्भ्यः उः इति सूत्रेण तनादिगणे उ इति आर्धधातुकप्रत्ययः अस्ति. अत्र एकम् अन्यत् सूत्रम् आवश्यकम्. अत उत सार्वधातुके इति सूत्रमस्ति. तेन सूत्रेण अत्र कर् इत्यस्य रूपं कुर् भवति. अत्र अकारस्य स्थाने उकारः आयाति. अत उत सार्वधातुके इति सूत्रमपि अत्र आवश्यकम्. अग्रे करोतु. अहमेकवारं वदामि भगिनि. कृयोग उ इति विकरणप्रत्ययः उ आर्धधातुकप्रत्ययः अतः सार्वधातुकार्धधातुकयोः इति गुणः भूत्वा कर् उ भवति करु भवति अनन्तरम् अत उत सार्वधातुके आगच्छति उत सारि अत उत भवति अतः कुरु इति भवति एवं न भगिनि तदेव ओके भगिनि आर्धधातुक खलु आम् त्वं वदति अत उत सार्वधातुके त्वं वद भवती वदति खलु भवती वदतु मम प्रश्नः अस्ति उ आर्धधातुकप्रत्ययः तव न अहं वदामि तस्याः प्रश्नः अत्र सार्वधातुके इति सूत्रे अस्ति उ तु आर्धधातुक सो कथम् एतत् सूत्रम् अत्र कार्यं करोति इति भगिन्याः प्रश्नः परन्तु अत्र अङ्गमस्ति करु करु अनन्तरं सार्वधातुक तिप् प्रत्ययः आगच्छति सारि तिप् नास्ति तिप् इति मूलप्रत्ययः लोट्लकारे अपि तिप् एव प्रथमम् आगच्छति न भगिनि आम् तत् सार्वधातुकप्रत्ययः अस्ति अतः अत उत सार्वधातुके कार्यं करोति इति वा भगिनि प्रथमं तु अत्र सिद्धतिङ्प्रत्ययस्य निर्माणं करणीयं लोट्लकारसिद्धतिङ्प्रत्ययाः के इत्यपि ज्ञातव्यं क्रु इति तनादिगणीयधातुः ऋकारान्तधातुः अस्ति तस्मात् परम् उ इति विकरणप्रत्ययः अस्ति तनादिगणे उ इति विकरणप्रत्ययः आयाति तनादिकुरुण्भ्यः उः इति सूत्रेण उ इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति चेदपि सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा क्रु कर् भवति कर् योगः उ करु अङ्गं भवति कस्य कृते अङ्गं भवति तिङ् प्रत्ययस्य कृते प्रत्ययस्य कृते वदतु तिन् प्रत्यये सार्वधातुक अस्ति चेत् अत उत् सार्वधातुके सूत्रं कार्यं करोति तदर्थमेव करु इत्यस्य रूपं कुरु इति भवति विशेषसूत्रम् अस्माभिः ज्ञातव्यम् अग्रे करोतु गोमती भगिनी कर्म कुरु इति अतः त्वम् अतः अहम् उक्तवती तसिल् प्रत्ययः अस्ति अव्ययमस्ति न अतः अव्ययपदम् त्वं फलविषये मा चिन्तय इदानीं किं वदनीयं भगिनि अग्रिमपरिच्छेदे किं लिखितं ततः श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान् ततः तदनन्तरं तस्मात् योगः तसिल् ततः अव्ययपदं श्रीकृष्णः पुल्लिङ्गपदम् श्रीयुक्तकृष्णः मध्यमपदलोपी कर्मधारयसमासः इति भगिन्यः उक्तम् अर्जुनाय अर्जुनार्थम् अर्जुन इति अकारान्तपुल्लिङ्गशब्दस्य चतुर्थी एकवचनरूपं विश्वरूपं विश्वरूपम् इति समस्तपदमस्ति विश्वरूपं समस्तपदं किं भवति भगिनी विश्वरूपं कर्मपदं खलु आमां विश्वं रूपं यस्य सः विश्वरूपः तम् इति वा विश्वम् एव ओ विश्वम् एव रूपं कर्मधारे वा विश्वम् एव रूपं यस्य सः विश्वरूपः विश्वं रूपम् एव यस्य सः विश्वरूपः तम् एवं न पश्यन्तु रूपम् इति पदं नपुंसकलिङ्गपदं रूपं रूपे रूपाणि समस्तपदमस्ति इति कारणतः अपि च बहुव्रीहिसमासयुक्तं रूपम् अस्ति इति कारणतः लिङ्गभेदः दृश्यते विश्वरूपः विश्वरूपः कः परमात्मा विश्वरूपः इति प्रथमान्तं पदमस्ति तस्मिन् पदे बहुव्रीहिसमासयुक्त विग्रहवाक्यं विश्वम् एव रूपं यस्य सः इति अस्मिन् वाक्ये कर्मपदमस्ति किमर्थं चेत् वदतु दर्श विश्वरूपं दर्शितवान् इति सकर्मक क्रियापदम् एव कार्यं करोति तद् अतः विश्वरूपम् इति कर्मपदं सकर्मक क्रिया अस्ति, अतः दर्शितवान्। दर्शितवान् इति दृशिर् धातोः दृश् इर् इत्संज्ञा भूत्वा अपगच्छति, दृश् तिष्ठति, दृश् योगः णिच् अस्ति वा नो णिच् योग तावत् दृश् योग णिच् दर्शी इति भवति, दर्शी योगः तवतु दर्शितवत् दर्शितवान् इति रूपं, दर्शितवान् पुल्लिङ्गरूपं, दर्शितवती स्त्रीलिङ्गं, दर्शितवत् नपुंसकं, दर्शितवान् दर्शितवन्तौ दर्शितवन्तः दर्शितवन्तं दर्शितवन्तौ दर्शितवतः इति रूपाणि, दर्शितवती दर्शितवत्यौ दर्शितवत्यः दर्शितवतीं दर्शितवत्यौ दर्शितवतीः इति स्त्रीलिङ्गरूपं, दर्शितवत् जगत् इति रूपं न जगत् जगति जगन्ति, दर्शितवत् दर्शितवती दर्शितवन्ति एवमेव जग् दर्शितवत् दर्शित जगन् जगति दर्शितवती दर्शितवन्ति दर्शितवत् सारि दर्शितवत् दर्शितवती दर्शितवन्ति इति नपुंसकलिङ्गे यथा भगिनी उक्तवती जगत् शब्दवत् रूपाणि वक्तव्यानि, भगिनी साधु उक्तवती, धन्यवादाः। अत्र दर्शी इति नूतनधातुः, दृश् धातुतः दर्शि भवति, कथम् अत्र पुगन्तलघुपतस्य च इति कार्यं करोति, णिच् इति आर्थधातुकप्रत्ययः अस्ति, अतः दृश् अत्र उपधायां ऋकारान्तः अस्ति, ऋकारस्य गुणः आर् अर् भवति, दर्श् इति भवति योगः, इ दर्शि इति नूतनधातुः। उत्तमम्। श्रीकृष्णः दर्शितवान्, कः दृष्टवान्? अर्जुनः दृष्टवान्। उत्तमम्। णिच् नास्ति चेत् दृष्टवान्, अर्जुनः दृष्टवान्, श्रीकृष्णः दर्शितवान्। अत्र णिजन्तियुक्तं कथावत् रूपं लिखितम् अस्ति, अर्जुनः दृष्टवान्, तत्र कर्मपदमनासं भवति, अर्जुनस्य विशेषणमेव दृष्टवान्, अत्र श्रीकृष्णस्य विशेषणं दर्शितवान्। अपि च अस्मिन् वाक्ये तिङन्तपदं नास्ति चेदपि कृदन्तपदमेव क्रियापदम् इव कार्यं करोति, श्रीकृष्णः विश्वरूपं दर्शितवान् अर्जुनाय इति वार्ता अस्ति। साधु भगिनि, इदानीं वासुदेवन् महोदय भवान् वदतु। विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः, सः ज्ञानं प्राप्तवान्। तस्मात् पूर्वम् अर्जुनः दिव्यं चक्षुः, अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्राह्मणम् ईश्वरं च दृष्टवान्, ब्रह्मणम् ईश्वरं च दृष्टवान्। अर्जुनः दिव्यं चक्षुः प्राप्य इत्युक्ते लबन्धरूपं, चक्षुः दिव्यं चक्षुः प्राप्नोति धातुने लबन्धरूपं प्राप्य श्रीकृष्णस्य देहे सर्वं दृष्टवान्, श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्। ब्रह्माणम् इत्युक्ते ब्रह्मदेवः, ईश्वरम् इत्युक्ते महादेवं रुद्रन् महादेवं च दृष्टवान्, ऋषीन् ऋषिगणान् ऋषीन् भूतविशेषसमूहान् अन्य देहे अर्जुन दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे देहशब्दं देहशब्दस्य सप्तमी एकवचनं देहे सर्वान् सर्वशब्दस्य द्वितीया बहुवचनं सर्वान् देवान् तदा एव देवशब्दस्य द्वितीया बहुवचनं भूतविशेषसमूहान् इत्युक्ते भूतविशेषान् भूतविशेषस्य समूहान् ऋषीन् ऋषिशब्दस्य ऋषिः पुल्लिङ्गशब्दं ऋषिशब्दस्य द्वितीया बहुवचनं ऋषीन् ब्रह्माणं ब्रह्मशब्दं ब्रह्मशब्दः ब्रह्माणं ब्रह्माणं ब्रह्मन् शब्दः ब्रह्माणं द्वितीय एकवचनम् ईश्वरं द्वितीय एकवचनं स दृष्टवान् दृष्टवान् दृश्यवान् दृश्यधातोः कृतवतिरूपं दृष्टवान् प्राप्य इति ल्यबन्तरूपम् अस्ति प्र उपसर्गपूर्वकः आप् धातुतः ल्यप् योजनेन प्राप्य एकवारं स्मारयतु कथं साधनीयं प्राप्य प्रा प्लस् आप् आप् प्रा प्लस् आप् प्राप् प्राप् प्लस् ल्यबन्धं प्राप्य ल्यप् इत्यत्र केवलं या एव अवशिष्यते वदतु प्राप्य प्राप्योगः ल्यप् इत्यस्य या एव अवशिष्यते प्राप्योगः या प्राप्य प्राप्य अव इति उपसर्गस्य योजनेन अवयोगः आप् योगः ल्यप् वदतु अव अवयोगः आप् योगः ल्यप् अवाप्य अवाप्य परियोगः वियोगः आप् योगः ल्यप् परियोगः वियोगः आप् योगः ल्यप् परि परि तिस् अनन्तरं किं बोधं वि इति उपसर्गः परि परि वि पुनः परियोगः वियोगः आप् योगः ल्यप् न जानामि भगिनि भवान् जानाति परिव्याप्य व्याप्य परिव्याप्य इ प्लस् आसन परिव्याप्य साधु भगिनि वियोगः आप् योगः ल्यप् किं भवति व्याप्य उत्तम संयोगः वियोगः आप् योगः ल्यप् संव्याप्य संव्याप्य उत्तम समवाप्य समवाप्य इति वदनेन तत्र अव इति उपसर्गः अस्ति समवाप्य संयोगः आप् योगः ल्यप् इति कथनेन समाप्य समाप्य उपसर्गाणां भेदेन समाप्य अवाप्य व्याप्य परिव्याप्य समवाप्य इत्यादीनि पदानि सिद्ध्यन्ति प्राप्य इति ल्यबन्तपदमस्ति इति कारणतः कर्मपदं सम्भवति अत्र कर्मपदं वदतु चक्षु दिव्यं चक्षु चक्षु चक्षुशब्दस्य रूपाणि वदतु चक्षु चक्षुषी चक्षुंषि चक्षु चक्षुषी चक्षुंषि प्रथमद्वितीय समानमेव ब्रह्माणम् इति पदमस्ति तस्य रूपाणि वदतु ब्रह्मन् ब्रह्मन् ब्रह्म ब्रह्मन् ब्रह्माणो ब्रह्मणः साधु अस्ति वा भगिनि किञ्चित् इतोपि स्पष्टतया ज्ञातव्यं ब्रह्म इति नपुंसकलिङ्गपदमस्ति ब्रह्मा इति पुंलिङ्गपदमपि अस्ति पदद्वयं भिन्नं नपुंसकलिङ्गपदमस्ति चेत् रूपाणि कथं भवन्ति ब्रह्मणि ब्रह्माणि उत्तम पुंलिङ्गे कथं भवन्ति ब्रह्मा ब्रह्माणो ब्रह्माणः ब्रह्माणं ब्रह्माणो ब्रह्माणः ब्रह्माणः ब्रह्मणः ब्रह्मणः अत्र पुंलिङ्गरूपं दत्तमस्ति ब्रह्माणं नपुंसकलिङ्गपदमपि अस्ति यथा भवता उक्तं ब्रह्मब्रह्मणि ब्रह्माणि तदपि नपुंसकलिङ्गपदमेव नकारान्तपदमेव किन्तु नपुंसकलिङ्गपदं किन्तु अत्र पुंलिङ्गपदं दत्तमस्ति अत्र कर्मपदानि सर्वाणि पुंलिङ्गपदानि एव देवः समूहः वदतु ब्रह्माणम् ईश्वरम् ईश्वरः ईश्वरो ईश्वरो ईश्वराः ईश्वरम् ईश्वरो ईश्वरान् द्वितीय द्वितीय सर्व सर्वशब्दं सर्वशब्दं सर्व सर्वो सर्वाः सर्व सर्वो सर्वे सर्वं सर्वो सर्वान् देवशब्दं देवः देवो देवाः देवं देवौ देवान् देवान् उत्तमम् अत्र ज्ञातव्यः अंशः कः ब्रह्माणम् इति पुंलिङ्गे वक्तव्यम् गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः एवमेव अत्र ब्रह्मा ब्रह्माणौ ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्मणः इति रूपाणि भवन्ति दृष्टवान् इति तवत् रूपं साधु महोदय धन्यवादाः इदानीं शोभा भगिनी भवती वदतु अत्र इतोपि किं लिखितम् अग्रिमे परिच्छेदे विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः. तत्र विश्वरूपम् इत्यस्य विषये उक्तं विश्वम् एव रूपं यस्य सः विश्वरूपः इति. तत्र पुनः विश्वरूपदर्शनम् इति समस्तपदं, विश्वरूपस्य दर्शनम् इति मन्ये भगिनी, न जानामि. उत्तमं. दर्शनम् इति ल्युडन्तपदमस्ति. भिन्नरीत्या वक्तुमिच्छामश्चेत् कृदन्तम् अस्ति. तदर्थमेव कर्तृकर्मणोः कृति इति सूत्रेण अत्र पूर्वपदस्य षष्ठिविभक्तिः भवति, किन्तु समस्तपदमस्ति. विश्वरूपस्य दर्शनं, दर्शनं वदतु. दर्शनं तत्र दृश् इति धातुः, दर्शनं इति भवनीयं चेत् ल्युट् प्रत्ययः आगच्छति. दृश् योगः ल्युट्. अपि च तत्र दर्श गुणः अपि भवनीयं तत्र. ध्रु ऋकारान्त दृश् क्षम्यताम् उपधायां ऋकारः, ऋकारस्य अर् इति गुणः भवति, दर्श् इति भवति. दर्श् योगः ल्युट्. ल्युट् इत्यस्य तत् टित् अस्ति, टकारस्य इत्संज्ञा भवति, लोपः भवति. अपि च ल्यू यु एव तिष्ठति. तस्य यु इत्यस्य अना इति आगमः भवति. अधुना तत्र दर्श अना दर्शन इति भवति. तत्र दर्श गुणः रेपः अस्ति, दर् अपि च षकारः अकारः नकारः. तत्र तु तालव्यषकारः, अतः तत्र अट् प्रत्याहारे नास्ति. कुप् कु अपि पू अपि नास्ति. तत्र किञ्चित् क्लेशः अधुना भगिनि. तत्र तालव्यषकारः एव बाधकवर्णः, णत्वं न भवति. तदर्थमेव किं वदामः, दर्शनेन. दर्शनेन एव हा. तत्र दर्शन इत्यस्य सुबन्त प्रत्ययस्य योजनेन दर्शनं अम् इति अम् इति प्रत्ययः दर्शनं इति भवति. दर्शनं इति पदस्य तृतीयविभक्ति दर्शनेन इति भवति. उत्तमम्. अग्रिमं पदं मोहः. मोहः वक्तुमिच्छति वा? मोहः इति मुह् इति धातुः, तत्र घञ् अस्ति वा भगिनि? उत्तमं. घञ् प्रत्ययः हा. तत्र मुह् इत्यस्मिन् उपधायां ह्रस्व उकारः, तत्र गुणः भूत्वा मोह् इति भवति. तत्र परं घञ् अस्ति चेत् घञ् इत्यस्य कारणेन गुणः भवति. घञन्तपदानि पुंलिङ्गपदानि एव भवन्ति. अस्तु. पठ् धातुतः पाठः, भुज् धातुतः भोगः, मुह् धातुतः मोहः इत्यादीनि रूपाणि भवन्ति. मुह् धातुः दिवादिगणे अस्ति, तस्य रूपं मुह्यति. तत्र दिवादिभ्यः श्यन्यति. तत्र शकारनकारयोः लोपः, अनुबन्धरहितविकरणप्रत्ययः तु या एव तिष्ठति तत्र. अपि च गुणः न भवति, अतः तत्र मुह् योगः या योगः ति इति तिङ् प्रत्ययः मुह्यति एव भवति. उत्तमं. नष्टः वदतु. नष्टः इति तान्तपदं, त प्रत्ययः. तत्र नश् इति धातुः, नश् इति योगः, नश् योगः त इति. त प्रत्ययः तु कित् अस्ति, आदौ ककारः, तस्य इत् अपि लोपः भवति. अपि च ता एव तिष्ठति, तकारः एव तिष्ठति. नश् योगः तत्र ता प्रत्यय, ता न तु तकारः, ता एव, ता प्रत्ययः तिष्ठति. अतः तत्र नश् योगः ता. अधुना तत्र व्रश्च भ्रश्च, तत् सूत्रं अहं वदामि. व्रश्च भ्रश्च सृज मृज यजराज भ्राज झषां शः इति एकं सूत्रमस्ति. सूत्रं किं वदति इत्युक्ते, तालव्यषकारान्तधातुः अस्ति इति कारणतः अत्र तालव्यषकारस्य स्थाने मूर्धन्यषकारः आदौ आयाति, पश्चात् ष्टुत्वं भवति, ष्टुत्वं भवति, तकारस्य टकारः आदेशः भवति. नश् धातुः दिवादिगणे अस्ति, नश्यति इति रूपं वदतु. नश्यति तत्रापि नश् योगः दिवादिभ्यः शन्यति, शन् प्रत्ययः अपि च तिङ् प्रत्ययः. शन् इत्यस्य शकार नकारयोः लोपः, नकारः अलन्त्यम् इत्यनेन अपि च शकारः लशकोत्तद्धिते इत्यनेन लोपौ भवतः. या एव यकारः एव तिष्ठति, या एव तिष्ठति, अतः तत्र नश् योगः या योगः तिङ् इत्यस्य ति अनुबन्धरहितरूपं नश्यति इति रूपं भवति. साधु भगिनी धन्यवादाः. नश्यति इति लट्लकाररूपम् अस्ति. नश् धातोः प्रसङ्गे अन्यः विषयः एकः अस्ति. नश् धातुः अणोपदेशधातुः अपि च णश् धातुः वेट् धातुः. सेट् जानीमः, अनिट् जानीमः, किन्तु अयं धातुः नश् धातुः वेट् धातुः. इत्युक्ते अस्य धातोः प्रसङ्गे विकल्पेन इडागमः भवति आर्धधातुकप्रत्ययेषु परेषु. आर्धधातुकप्रत्ययस्य योजनात् परमेव तत्र इडागमः भवति वा न वा इति चिन्तनं करणीयं. तदर्थमेव नश् धातोः लृट् लकाररूपं भविष्यत्कालरूपं पश्यामश्चेत् तत्र रूपद्वयं सिद्ध्यति. नशिष्यति इति एकं रूपम्, इडागमयुक्तं रूपम्. अन्यद्रूपं नङ्क्ष्यति, तत्र इडागमः न दृश्यते. इत्युक्ते विकल्पेन आर्धधातुकप्रत्यये परे इडागमः भवति. तदर्थमेव अयं धातुः वेट् इति वक्तव्यमस्ति. वेट् इति वक्तुं सूत्रमस्ति, रथादिभ्यश्च इति, रथादिभ्यश्च इति सूत्रेण धातुः वेट्. वेट् इत्युक्ते विकल्पेन इडागमः. अग्रे करोतु. तत्र मोहः नष्टः, सः ज्ञानं प्राप्तवान्. तत्र ज्ञानम् इति नपुंसकपदम्, अतः ज्ञानम् इति तत्र कर्मपदं भवति द्वितीयविभक्तौ, किन्तु रूपं समानं. ज्ञानं ज्ञाने ज्ञानानि इति भवति, ज्ञानं ज्ञाने ज्ञानानि इति. अपि च प्राप्तवान्, तत्र प्रा उपसर्गपूर्वकः, आप् इति धातुः अपि तवत् इति प्रत्ययः, प्राप्तवत् इति प्रातिपदिकम् अपि नपुंसकलिङ्गे रूपं, प्राप्तवान् इति पुंलिङ्गे. अपि च अग्रे भगवन् इति, भगवन् मम सन्देहः नष्टः. भगवन् इति सम्बोधनरूपं भगवान् इत्यस्य. अपि च मम सन्देहः नष्टः, तत्र सन्दे मम इति अस्मद् प्रातिपदिकम् अपि षष्टिविभक्तौ मम इति एकवचने. सन्देहः इति पुंलिङ्गशब्दम् एकवचने प्रथमविभक्तिः. सन्देहः नष्टः तत्र विशेष्यविशेषणसम्बन्धः. नष्टः सन्देहः इति भवति, कीदृशः सन्देहः इति उक्ते. सन्देहः इत्युक्ते संशयः इति अपि अर्थः भवति. अपि च नष्टः इति तत्र नष्टः सन्देहः, अतः तान्तपदम् इति मन्ये नष्टः इति. अपि च अग्रे भगवन् इति सम्बोधनरूपमस्ति, तत्र प्रातिपदिकं किम्? तत्र भगवत् इति भवति, भगा भगा इति भगवत् इति कथं, तत्र मतु प्रत्ययः इति मन्ये भगिनी. भगयोगः मतु प्रत्ययः, भगवत् इति भवति प्रातिपदिकम्. साधु उक्तवती भगवान्, भगवन्तौ, भगवन्तः, भगवन्तं, भगवन्तौ, भगवतः, भगवतः, भवान् शब्दवत् रूपाणि भवन्ति. अत्र सम् उपसर्गपूर्वकः देहः. दिः इति एकः धातुः अस्ति, अदादिगणे अस्ति धातुः. दिः धातुतः देहः. दिह् धातोः प्रसङ्गे अदादिगणे अस्ति इति कारणतः तस्य रूपाणि कथं भवन्ति इत्युक्ते देग्धि, दिग्धः, दिहन्ति, लटिरूपाणि एवं भवन्ति. दिह् धातुतः देग्धि इति रूपं सिद्ध्यति. तद्रूपं साधयितुं तत्र एकं सूत्रमस्ति, दादेर्धातोर्घः, दादेर्धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारः आयाति इति कृत्वा दिह् देह् भवति, पश्चात् हकारस्य स्थाने घकारः आयाति इति कृत्वा देघ्, अपि च अन्यानि सन्धिकार्याणि अपि भवन्ति. धातुः अदादिगणे अस्ति दिह् धातुः. देहः इत्युक्ते शरीरं खलु, शरीरं. मया किं दृष्टमित्युक्ते शीर्यते रोगादिना इति शरीरं, शीर्यते रोगादिना इति शरीरम्. अन्ते किं वदति अर्जुनः वदतु. अन्ते अर्जुनः वदति अहं तव वचनं करिष्यामि इति उक्तवान् सः. अन्ते तस्य ज्ञानं प्राप्तम्, अपि च सः अवगतवान् भगवान् किम् उक्तम् आसीत् इति. अतः सः श्रीकृष्णं प्रति वदति अहं तव वचनं करिष्यामि इति. तत्र वचनम् इति वच् धातुतः आगतः ल्युडन्तपदं, करिष्यामि इति क्रू धातुः, तत्र लृट् भविष्यत्कालप्रत्यये, करिष्यामि इति उत्तमपुरुषे, अपि च इति उक्तवान् इति वच् धातुः, तत्रापि तवतु प्रत्यय योजनेन उक्तवान् इति भवति. तत्र सम्प्रसारणं भवति उक् वच् इत्यस्य उक् इति, तत्र वचि स्वपि यजादीनां किति इति सूत्रेण, यतोहि तत्र तवतु इति कित् प्रत्ययः भवति इति कृत्वा तेन सूत्रेण उक् इति भवति. तदनन्तरम् उक् तवत् उक्तवान् इति पुंलिङ्गे. अपि च वदति युद्धं कर्तुं सः सन्नद्धः अभवत्. सः न वदति किन्तु एतादृशम् उक्त्वा सः अर्जुनः युद्धं कर्तुं सन्नद्धः अभवत्. तत्र युद्धम् इति द्वितीयविभक्तौ, तत्र युद्ध इति धातुः इति मन्ये, युद्ध इति धातुः. तत्र कानिचन कार्याणि युद्धधातुः, तत्र कथाप्रत्ययस्य योजनेन युद्ध इति प्रातिपदिकं सिद्ध्यति. युद्धधातुतः कथाप्रत्ययस्य योजनेन सन्धिकार्याणि भूत्वा युद्ध इति प्रातिपदिकमस्ति. यथा बुद्धधातुतः बुद्ध, सिद्धधातुतः सिद्ध, युद्धधातुतः युद्ध इति रूपाणि. इदं पदमपि क्ताप्रत्ययान्तरूपमेव युद्धम् इति. वच् धातुतः वचनं, पच् धातुतः पचनं, अपि च अत्र पश्यन्तु क्रू धातुतः कर्तुम् इति रूपं सिद्ध्यति. तत्र इडागमः नास्ति. तुमन् प्रत्ययः अपि आर्धधातुकप्रत्ययः एव, तत्र इडागमः नास्ति. किमर्थं चेत् क्रू धातुः अनिट् धातुः, अनिट् धातुः अस्ति किन्तु प्रत्ययः इडागमयोग्यः एव, सेट् एव, किन्तु धातुः अनिट् अस्ति इति कारणतः इडागमः न भवति. किन्तु करिष्यामि इत्यत्र इडागमः भवति. किमर्थम्? तत्र आर्धधातुके परे इडागमः भवति. आर्धधातुकस्य इट् वल् आदेः इति, वल् प्रत्याहारस्थवर्णाः सन्ति चेत् अपि च वश् नास्ति चेत् तत्र इट् आगमः भवति. तेषु प्रसङ्गेषु अत्र कथं वक्तव्यं? धातुः अनिट् धातुः. धातुः अनिट् अस्ति चेत् इडागमयोग्यत्वं नास्ति इति अर्थः. धातौ इडागमयोग्यत्वं नास्ति चेत् इडागमः कथं भवति इति प्रश्ने सति तत्र एकं विशिष्टं सूत्रं कार्यं करोति. रुद्धनोः स्ये इति एकं सूत्रमस्ति. आहत्य अत्र वार्ता का? धातुः तु अनिट् एव, अनिट् अस्ति इति कारणतः इडागमयोग्यत्वं धातौ नास्ति एव. तदर्थमेव क्रू धातुतः कर्तुम् अपि च कृतवान्, कृतः, तेषु रूपेषु इडागमः न दृश्यते एव. किन्तु करिष्यामि इत्यस्मिन् पदे विशिष्टसूत्रेण इडागमकार्यं भवति. रुद्धनोः स्ये इति विशिष्टसूत्रेण इडागमयोग्यत्वं सम्भवति इति वार्ता. अत्र सन्नद्धः इति पदमस्ति, वदतु. तत्र सन्नद्धः तत्र सन् इति सम् उपसर्गः एव वा, सम् उपसर्गः वा तत्र? अस्तु, सं योगः न जानामि तत्र भगिनि. नः धातुः अस्ति. नः धातुतः कथाप्रत्ययस्य योजनेन नद्ध इति रूपं सिद्ध्यति. नः इति धातुः हकारान्तधातुः हकारान्तधातुः अस्ति इति कारणतः नहोधः इति सूत्रं नहोधः इत्युक्ते नह् धातोः प्रसङ्गे हकारस्य स्थाने धकारादेशः भवति इदं पदं क्ताप्रत्ययान्तरूपं धातुः नः अस्ति नः धातुतः नद्ध तस्मात् पूर्वं सम् इति उपसर्गः अस्ति आहत्य संयोगः नः योगः क्ता योजनेन सन्नद्ध इति पदं सिद्ध्यति नः धातुः अपि दिवादिगणे अस्ति नह्यति इति लट्लकाररूपम् अस्ति इतोपि अवगन्तुं तत्र सन्धिकार्याणि सन्ति नः इत्यत्र हकारस्य स्थाने धकारः नहोधः सूत्रेण पश्चात् झषस्थतोर्धोधः इति सूत्रेण तत्र क्ताप्रत्ययस्य तकारः अस्ति खलु तकारस्य स्थाने धकारः आयाति तस्मात् परं झलां झष् झषि आहत्य अत्र त्रीणि सूत्राणि सन्ति नद्ध इति रूपं साधयितुं हकारस्य धकारः पश्चात् झषस्ततोर्धोधः झलां झष् झषि इति त्रीणि सूत्राणि सन्ति तेन नद्ध इति क्तान्तप्रातिपदिकं सिद्ध्यति इतोपि किं वक्तव्यं सम् इति उपसर्गः अस्ति मकारस्य नकारः कथं भवति वदतु सम् इति उपसर्गः सम् इति पदमस्ति उपसर्गः अस्ति इति कृत्वा पदमस्ति अतः तत्र पदान्तमकारस्य मोनुस्वरः इत्यनेन तत्र मोनुस्वरः हलीपरे भवति अतः सर्वाणि व्यञ्जनानि मकारस्य अनुस्वारः आदेशः भवति अधुना सम् इत्यस्य अनुस्वारयुक्त सम् इति भवति अपि च तत्र परं क्षम्यतां भगिनि तत्र संयोगः किम् उक्तवती सन्नद्ध नः धातोः कृतान्तरूपमेव संयोगः नः तत्र अधुना तत्र अनुस्वारस्य परे नकारः यदा मोनुस्वारः भवति तदा वापदान्तस्य इति इत्यस्य प्रसक्तिः अस्ति तत्र वापदान्तस्य इत्यनेन विकल्पेन परसवर्णस्य आदेशः भवति अनुस्वारस्य स्थाने तत्र परवर्णः परवर्णस्य सवर्णः परवर्णः नकारः अनुनासिकनकारः अतः अनुनासिकनकारस्य अनुस्वारस्य स्थाने आदेशः भवति विकल्पेन तत्र सम् इति अनुस्वार सन्नद्धः अपि च सन्नद्धः इति रूपद्वयम् अपि साधुः भवति तत्र वापदान्तस्य इत्यनेन विकल्पेन भवति इति मम चिन्तनमस्ति गोमती भगिनी भवती किं चिन्तयति अत्र अहमपि तदेव चिन्तयामि भगिनि वापदान्तस्य इति एव कार्यं करोति इति चिन्तयामि सम्पदमस्ति अतः परसवर्णयुक्तं रूपम् अत्र दत्तमस्ति शोभा भगिनी वद तत्र किं मम गमनमपि स्मरणे अस्ति इत्युक्ते तत्र मोनुस्वारः वापदान्तस्य इति सूत्रयुगलम् अपि च नश्चापदान्तस्य झलि अपि अनुस्वारस्य ययि परसवर्णः इति सूत्रयुगलम् इति ज्ञातवती भगिनि उत्तमम् इत्युक्ते पदान्तस्य अपदान्तस्य विषये आम् पदान्तस्य इत्यस्य मोनुस्वारः अपि च वापदान्तस्य अपदान्तस्य कृते नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः इति उत्तमं तदेव तादृशचिन्तनमस्ति साधु भगिनी सम्यक् उक्तवती रोहिणी भगिनी भवती वक्तुमिच्छति वा अभवत् भूधातोः रूपमस्ति न जानामि लकारः सूर्यकुमारी भगिनी भवती वदतु अभवत् इति रूपं कथं साधनीयं लङ्लकार एकवचनं प्रथमपुरुष एकवचनम् अडागम भवति सूत्रं न जानामि लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति लङ्लकारे अपि च भव इति अङ्गमस्ति खलु भव इति अङ्गमस्ति भूधातुतः भव इति अङ्गं सिद्ध्यति अडागमः अस्ति चेत् आदौ भवति सार्धन्तौ तकतौ इति सूत्रेण भगिनी अत्र प्रथमपुरुष एकवचनरूपं खलु अभवत् प्रथमपुरुषे एकवचन तिङ् प्रत्ययः टिप् अस्ति टिप् अस्ति खलु भगिनि टिप् इति लट्लकार प्रत्ययः किन्तु लङ्लकारे सिद्धतिङ् प्रत्ययः कः कथं निर्मातुं शक्नुमः लङ्लकारे सिद्धतिङ् प्रत्ययः वदतु इतश्च इति सूत्रं कार्यं करोति इकारस्य लोपः भवति अडागम भूत्वा अकारम् आगच्छति लुङ् लङ् लृङ्क्षुदात्तः इति सूत्रेण अतः अभाव अभवत् इति उत्तमं तदेव आदौ मूलप्रत्ययः अस्ति तिप् इति प्रत्ययः अस्ति तिप् तस् जि एवं वदामः तिप् इति प्रथमपुरुषे एकवचनप्रत्ययः मूलप्रत्ययः मूलप्रत्ययात् सिद्धतिङ् प्रत्ययस्य निर्माणं भवति कथं यथा भगिन्या उक्तम् इतश्च इति सूत्रेण अन्ते स्थितस्य इकारस्य लोपः भवति तेन ति इत्यस्मात् केवलं तत्र तकारः एव अवशिष्यते अत्र भव इति अङ्गमस्ति लङ्लकारे अडागमः भवति आयोगः भवायोगः तकारः तावदेव अभवत् इति रूपं भव इति अङ्गं कथं सिद्ध्यति सूर्यकुमारी भगिनी वदतु भव कथं साधनीयं भूधातुः तिन् प्रत्यय सार्वधातुप्रत्ययः गुणं भवति सार्वधातुकर्धधातुकयोः सूत्रेण धातुः इगन्तधातुः दीर्घ ऊकारः इक् प्रत्याहारस्थवर्णः धातुः इगन्तधातुः भू इति धातुः भुवादिगणे अस्ति इति कारणतः शप् आयाति शप् विकरणप्रत्ययः आयाति शपं निमित्तीकृत्य विकरणप्रत्ययं निमित्तीकृत्य भू इति धातौ भू इति अङ्गमस्ति शप्रत्ययस्य कृते अङ्गं भू अस्ति भू इति अङ्गे गुणकार्यं सार्वधातुकार्धधातुकयोः इति सूत्रेण शपं निमित्तीकृत्य गुणकार्यं भवति तेन भू भो भवति इदानीं वदतु भूयोगः आयोगः यावः सूत्रेण अवभवति अव् योगः अ अव उत्तमं भकारः योगः अव् योगः अ तत्र भकारात् परं यः ओकारः अस्ति तस्य ओकारस्य स्थाने औ आदेशः भवति इति कृत्वा भकारः योगः औ योगः अ इति शप् इत्यस्मात् आगतं तेन भव इति अङ्गमस्ति लङ्लकारे अडागमः लङ्लकारसिद्धतिङ् प्रत्ययः ता अस्ति इतश्च सूत्रेण ति इत्यस्य इकारस्य लोपः इदानीं वर्णमेलनेन अभवत् इति रूपं सिद्ध्यति साधु वयम् उत्तमरीत्या चिन्तनं कृतवन्तः अग्रिमे पुटे प्रश्नाः सन्ति प्रश्नानाम् उत्तराणि लिखन्तु अन्यान् अभ्यासान् अपि कुर्वन्तु इदानीम् अत्र स्थगयामः धन्यवादः।